नमः सर्वेभ्य. समासचिन्तनवर्गे सर्वेषां स्वागतम्. प्रथमं समाससूत्राणि. गीताञ्जलि भगिनी पठति वा? आं महोदय, एकनिमेष. अस्तु, तत्पुरुष एकनिमेषमहोदयः. तत्पुरुषाधिकारः. तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगत्या गतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकरणे कर्ता बहुलम् कृत्यैरधिकारवचने अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् चतुर्थी तदार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणितेन सप्तमीषौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैर्णे संज्ञायाम् तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च संख्यापूर्वो द्विगुः कुत्सितानि कुत्सन्नैः पापाणके कुत्सितैः उपमानानि समान्यवचनैः उपमितं व्याघ्रादिभिः समान्या प्रयोगे विशेषणविशेषेण बहुलम् पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नैविशिष्टेनानै तेन नैविशिष्टेनानै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानम् कतरकतमौ जातिपरिप्रशने प्रशने किं क्षेपे प्रश्ने प्रश्ने ओ क्षम्यता महोदय कतर कतमौ जाति परि प्रश्ने किं क्षेपे पोटा युवतिस्तोक कतिपयगृष्टिधेनुवशावेहद्वष्कयणी प्रवक्त्र श्रोत्रियाध्यापकधूर्तै जातिः पुनः वदामि महोदय क्षम्यतां पोटा युवतिस्तोक कतिपयगृष्टिधेनुवशावेहद्वष्कयणी प्रवक्त्र श्रोत्रियाध्यपकधूर्तै जातिः प्रशंसावचनैश्च युवा खलति खलि खलति फलितवलिनजत जरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरवंशकादयस्तयश्च द्वितीयाध्याये द्वितीयः पादः पूर्वापराधरोत्तरमेदकेशिनैकाधिकरणे अर्धं नपुंसकम् द्वितीयतृतीयचतुर्थतुर्याण्यन्तरस्याम् तुर्याण्यन्तरस्याम् तुर्याण्यन्यतरस्याम् प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषद् अकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहृतार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च तृजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदमतिं अमैवाव्ययेन तृतीया प्रभृतीन्यन्यतरस्यां त्वाच धन्यवादः भगिनि. धन्यवादः. उमा भगिनि तमास तत्पुरुषान्तसूत्राणि पठति वा? पठामि. तत्पुरुषस्याङ्गुलेः सङ्ख्याव्ययादेः अह सर्वैकदेशसङ्ख्यात पुण्याच्च रात्रेः अन्नोहन्न एतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्याञ्च राजाः हचिभ्यश्च गोरसद्धितलुकीम् अग्राख्यायामुरसः अनेकाश्मायः अनोष्माय सरसां जातिसंख्ययोः ग्रामकौटाभ्यां चतक्ष्णः अतेः शुनः उपमानाद्रपाणिषु उत्तरमृगपूर्वात् सक्नः नावो द्विगोः अर्धाच्च कार्या प्राचां द्वित्रिभ्यामञ्जलेः अनसन्तान्नपुंसकान् छन्दसि ब्रह्मणो जानपदाख्यायां कुमहद्याम् अन्यतरस्यां द्वन्द्वाच्युद तावत् धन्यवादः भगिनि. अत्र बहु समयातीता वर्गस्य पुनः मिलनं भवति इति कृत्वा अहं चिन्तयामि यदि सर्वसूत्राणि यत् अतीतम् अधुना तस्य एकवारं पुनरावलोकनं कृत्वा सप्तमी तत्पुरुषसमासं इति कृत्वा उषा भगिनी आरम्भं करोतु. एकैकं सूत्रम् उक्त्वा तस्य अर्थं किं तस्य उदाहरणम् अस्ति चेत् तदपि वदतु तत्पुरुषात् आरभ्य. तत्पुरुषः इति अधिकारसूत्र द्विगुश्च विहाविण्डन् द्वितीयाश्रुतातीतपतितगतात्यस्त प्राप्तापन्नैः इति द्वितीया इति पदं प्रथमाविभक्तौ अस्ति. तत्कारणात् द्वितीयान्तं पदं प्रथमाविभक्तौ अस्ति उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. द्वितीयान्तं पदं पूर्वनिपातः भवति. द्वितीयान्तं पदं श्रुत अतीत पतित गत अत्यस्त प्राप्त आपन्नैः इति शब्देन सह समस्यते. उत्तरपदं श्रुत अतीत पतित गत अत्यस्त प्राप्तापन्नैः इति पदानि. Echo is coming from my voice. Krishna Shrutam. Krishnam Shrutah. I can't think of any. Krishna Shrutah, Mahodaya. Krishnam Shrutah. I'm thinking of some other sutra. Examples. Krishna Shrutah. Krishnam iti, then Pratipatika would be Krishna, then Krishna Shrutah. Okay. Swargam, Naraka Patita, Narakam Patitaha, Naraka Patitaha. Kupam Patitaha, okay. Kupa Patitaha. Gramam Gataha, Grama Gataha. सुखं प्राप्तः सुखप्राप्तः दुःखम् आपन्नः दुःखापन्नः कष्टम् आपन्नः कष्टापन्नः. ओके. स्वयम् इति अव्ययं स्वयम् इति प्रथमाविभक्तौ अस्ति. स्वयम् इति पदं पूर्वनिपातः भवति. तेन इति लैक् तेन कृतन्तपदं तान्तेन पदेन समस्यते. स्वयं कृतः स्वयं कृतः स्वयं विलीनं माज्यम्. ओके. देर् इस् नो स्वयं विलीनं न कृतं. स्वयं विलीनं स्वयं ओ देर् कु ककार इस् देर् सो द makara became the nakara. What is that? Anuswarasya yayi parasavarnaha there. Swayam vilinam, yeah, here it's not becoming that. Parasavarna here, it's, it doesn't, it didn't have, it's not there, yeah, yeah. Vakarasya savarna nasti, na? Nasti, yeah. Swayam vilinam kevalam varna melam eva. Virinam iti. Vibhasha iti ukte, vesvayam virinam iti padadvayam api sadhu eva. Vyastaprayogam api pasam. Okay. Sami iti, Sami avyayam. Is it avyayam? I don't know. Katvashipe Sami. Sami, like, Sami iti avyaya, avyaya shabdasya tantapraya, tanta shabdena saha samasyate, okay. Sami kritam, okay. Purva sutra tena iti anuvritti bhavati. Anuvritti bhavati, yeah. Tena iti swayam tena ityasmat, okay. Oh, katva shepe, I didn't do katva shepe. Swayam tena and then katva shepe, okay. Yeah, katva shepe. Swayam tena and then katva shepe. Yeah. Katva shepe and then Swami. Katva shepe, katva iti ninda arte asti. Shepe iti ninda arte. Okay, so katva ruda, so that is also tena, tanta patena samasyate. निन्दार्थे अस्ति चेदेव निन्दार्थे अस्ति चेदेव कट्वारूढः व्यस्तप्रयोगं तेन निन्दा इट्स् नाट् सूच निन्दा सूचय न सूचयति व्यस्तप्रयोगम् इस् दट् रैट् महोदय निन्दा न सूचयति केवलं कट्वारूढ इति समस्तपदं निन्दाकृते निन्दार्थम् अस्ति चेदेव समासं भवति निन्दार्थं भवितुं न भवितुं शक्यते यदि निन्दार्थम् अस्ति चेत् समासं कर्तुं शक्यते नो चेत् समासं न भवति निन्दार्थम् अपि न सूचयति सामि इति अव्ययं तान्तपदेन समस्यते Sami kritam. Then Sami kritam. There is no other Sami iti avyayam, so there is no pratipatika, no prakriya. Ita swayamtena. Tavat aprabhi Sami iti kritantena saha samasyate. Sami kritam iti bhavati. Kalaha Sami is half or Ardha Ardha yeah. Half done. Sami Krita means half done. Kalaha Kalaha again tena patena तान्तेन पदेन समस्यते कालाः कालवाचिनः शब्दाः शब्दाः तान्तेन सह समस्यते मासं प्रमितः ओके तान्तपदं मासं प्रमितः मासप्रमितः कालवाचिनी शब्दस्य तान्तपदेन योजनेन तत्पुरुषसमासः भवति द्वितीयतत्पुरुषसमासः भवति द्वितीयान्तपदं कालवाचिन द्वितीयान्तपदम् अवश्यं भवेत् कालवाचिनशब्दमस्ति किन्तु द्वितीयान्तं नास्ति चेत् तेन समसनं न कर्तुं शक्यते कालवाचिनिशब्दम् अवश्यं भवेत् तत् द्वितीयान्तं भवेत् तत् अस्ति चेत् तान्तपदेन योजनेन द्वितीयतत्पुरुषसमासस्य निष्पन्नं भवितुम् अर्हति अत्र कालाः हियर् अत्यन्तसंयोगः नास्ति. नेक्स्ट् सूत्र अस्ति अत्यन्तसंयोगे च. अत्र कालवाचनशब्दानाम् उदाहरणमस्ति दिनं रात्रि मुहूर्तं संवत्सर मासं द्वै अहः दिवः दिवसः वासरः निशा शर्वरी रजनी इत्यादि पदानि. तेषां द्वितीयान्तम् अस्ति चेत् तान्तपदेन समासनं कर्तुं शक्यते इति. The list is given here, Mahodaya. Dinam Ratri, oh, Dinam Ratri, Muhurta, oh, Sambatsara, Masaka, okay. Okay, Deohuwa. Ahaha, Diva, Divasaha, Vasaraha, Nisha, Sharvari, Rajani, Ityadini, okay. Anivritti Sahita Sutram Kim Vadati, Dityaha, Kalaha, Kalaha, बहुवचने दत्तमस्ति इति कारणेन कालाः इति बहुवचनसूचनार्थं समानवाचिनानाम् अर्थं स्वीकरणं भवेत् इति कृत्वा कालाः कालवाचिनः कोऽपि पदमस्ति तत् द्वितीयान्तम् अस्ति चेत् सुपन्दम् अस्ति चेत् त्वान्तेन सह स्वान्तेन सुबन्धेन सह द्वितीया तत्पुरुषसमासः भवति. विभाषा अधिकारे अस्ति कृत्वा व्यस्तप्रयोगम् अपि भवति. अहः अतिश्रुता मुहूर्तः अहः कालवाचि शब्द बट् नाट् ओ इट् इस् सिक्स् मुहूर्तास् वाय्स् but ratrim it's not plural it's not bahuvachana right ratrim atisrutaha muhurtaha iti bahuvachana kim suchkim sujayati chirtva kalaha iti bahuvachane sutre asti tat kim sujayati iti chinte kalaha iti bahuvachanam sujayati samana kalavachinaha iti कालवाचि शब्दं किमपि कालं सूचयितुं शक्यते. दिनं रात्रि मुहूर्तम् अहः पत्रः रजनी शर्वरी निशा एतानि पदानि द्वितीयान्तम् अस्ति तेषां सह तान्तपदं योजयित्वा द्वितीयतत्पुरुषसमासः भवति. मासं भ्रमिता अह अति रात्रिम् अतिश्रुताः मुहूर्ताः मुहूर्ताः रात्रिं सङ्क्रान्ताः सङ्क्रान्ति इति कालवाचिन्तशब्दस्य अत्यन्तसंयोगे सुबन्धेन सह द्वितीयसंयोगे तत् अग्रिमसूत्रमस्ति. तत् तयोः किम् अस्ति कालाः और् अत्यन्तसंयोगे च अत्यन्तसंयोगे द टैम् इस् फुल्लि कवर्ड् इट्स् नाट् लैक् वट् टुडे से अत्यन्तसंयोगे विदौट् एनी ग्याप् इट्स् फर् देट् होल् टैम् मुहूर्तं सुखं होल् मुहूर्तं प्रेशर् लास्टिङ्ग् फर् अ होल् मुहूर्तं सुखं मुहूर्तसुखं संयोग कालस्य ये बोधकशब्दस्य सत्यन्तसंयोगेन सम्पूर्णकालस्य तस्य सम्पूर्णकालस्य समये तान्तस्य अर्थं योजयितुं शक्यते. यथा मुहूर्तं सुखम् इति स्वीकृति सम्पूर्णमुहूर्तं यत् यत्र अस्ति तत् सम्पूर्णसमये सुखम् अनुभूयते इति कारणतः इट् इस् नाट् जस्ट् वन् इवेण्ट् एण्टैर् ड्यूरेशन् आफ् द मुहूर्त द सुखम् इस् फेल्ट् सो टु अत्यन्तसंयोग इस् फार् द एण्टैर् पीरियड् सो अत्यन्तसंयोगे द्वितीयाः कालाः सुपासः समासः तत्पुरुष अभिभाषा एव इति कालाध्वनो रत्यन्तसंयोगे कालाध्वनयोर् अत्यन्तसंयोगे अध्वशब्दस्य च द्वितीया विभक्ति भवति अत्यन्तसंयोगे गम्यमाने इति तत्र अध्वशब्दस्य अपि इति उदाहरणं दत्तमस्ति सर्वरात्रं कल्याणी सर्वरात्रम् इति द्वितीयान्तं कल्याणी इति कान्तपदस्य स्त्रीलिङ्गं कल्याणी सर्वरात्र कल्याणी सर्वरात्र कल्याणी इति द्वितीयान्तम् अह सर्वैकदेशसङ्ख्यातपुण्याश्च रात्रेः इति सूत्रेण अह इति शब्दः उत्तरपदे अस्ति इति कृत्वा समासान्त अच् प्रत्यया विधीयते इति सर्वरात्रि इति अच् विधीयते सो रात्र इट् बिकम्स् रात्र त्रि रात्रि योगः अण्ड् देन् तेहे लोपः तेहे लोपः वा नो नो यस्येति च रे यस्येति च यस्येति च इति कारणेन इकारलोपः भवति रात्रि इकारलोपः सर्वरात्र भवति रात्र भवति कल्याणी सर्वरात्र कल्याणी इति सर्वरात्र कल्याणी अत्र राजा अह अह्नाह्ना पुंसि इति सूत्रं परवलिङ्गं द्वन्द्वपुरुषयो इति सूत्रं प्रबाद्य समासस्य पुनः पुल्लिङ्गविधानं क्रियते रात्रान्हाः पुंसि ओके वि आर् आल् फर्गॉटन् आल् दोस् थिङ्ग्स् आम् महोदय महोदय युवर् फेवरेट् सूत्र रात्रान्हाः पुंसि यु आस्क्ड् वन्स् राइट् रात्रान्हाः पुंसि अण्ड् देन् Again, now I forgot. Yeah, Ratranaha Pumsi. Iti Sutrena Pullinga Vidhanam Kriyate. Okay. Otherwise, it will take the Uttarapadasya. Uttarapadasya, Uttarapadasya, Paravalingan, Dundatatpurushayo, Iti Sutrena. Yeah. Dhaniwada Bhagini. Dhaniwada Bhagini, do you want to try? Trittatriyatatpurusha Samasa? Even Usha Vini has a forgotten story. How much I remember, I really can't say. Anyway, let me try. Listen, this is a Chintana Varga. There is no testing or anything. Totally forgotten. षट् सूत्राणि सन्ति दर् आर् सिक्स् सूत्रा फार् तृतीयतत्त्वं समासः तृतीया तत्कृतार्थेन गुणवचनेन किं वदति ओके किं वदति अनुवृत्तिसहितसूत्रं तृतीया सुप् तत्कृतार्थेन गुणवचनेन सुपासः विभाषा तत्पुरुषसमासः तत्पुरुष तृतीयतत्पुरुषसमासः इस् फार्म्ड् बै joining तत्कृतार्थेन तेन प्रत्ययेन न तेन नो ऐ नाट् एबल् टु एक्स्प्लेन् तृतीया सुप् इति किं वदति तृतीया सुप् मीन्स् सुबन्तपद तृतीयान्तं सुबन्तं तदेव पूर्वपदमस्ति अनन्तरं तदनन्तरं तत्कृतार्थेन गुणवचनेन सुपा तत् किं वदति तेन पदेन सप्रत्ययपदेन न तत्र एकैकं पदं स्वीकृत्य वदतु न तत्कृतार्थेन इति किं गुणवचन इत्युक्ते किम् तत्कृतार्थेन मीन्स् दट् इस् ते तृतीयपद पदेन सुबध्यते इति तस्मिन् तत्कृतार्थेन There are two parts of for it. Tritiya subandham yat yogyati tena kritam a first part. Then tat artham iti upte tat kritena artena saha. So there are two aspects of it and they should be gunavachana. Both of them should be gunavachana. So tritiya is the cause for it. And because of the cause of the tritiya, a quality is developed in the Uttarapada. And then that is the Uttarapada, which should be joined with the Uttarapada to form a tritiya tatpurusha samasa. What is this vibhasha? Yeah, vibhasha is, that is simpleness. I mean, goes without saying. Only for me, it is, पदम् पदानि तस्य अर्थः कुत्र कुत्र तदपि समस्य शक्यते तत्र दलद्वयम् अस्ति तत् पठित्वा अग्रिमम् ओके तृतीयान्तपदं तत् कृतेन गुणवचनेन समस्यते पूर्वपदं तृतीयान्तं पदं भवति उत्तरपदं गुणवाचिशब्दः भवति सूत्रार्थः अवगमनार्थं गुणवचनं तत् कृतेन इति अनयोः पदयोः अर्थः अवगन्तव्यः गुणवचनं किं वदति अत्र तृतीयान्तं पदं प्रथमा पूर्वपदम् अनन्तरं उत्तरपदं गुणवाचिशब्दः अत्र गुणवचनं तत् कृतेन इति अर्थम् अवगन्तव्यम् गुणवचन इत्युक्ते गुणवचन गुणः क्रिया च सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति गुणः क्रिया च सर्वदा द्रव्यम् आश्रित्य इति सोलि अन्य वक्तु गुणम् अण्ड् क्रिया आरोपितं गुणः क्रिया च सर्वदैव सर्वदा एव द्रव्यम् आधाररूपेण स्वीकरोति गुणः यस्मिन् द्रव्ये अस्ति तद्बोधकः शब्दः गुणवचनः अथवा गुणवाचक इति उच्यते यत्र गुण इत्युक्ते तत्र गुणबोधकपदम् आर् गुणवचनशब्दम् इति गुणवाचनशब्दम् इति कथ्यते सूत्रे गुणवचनः इत्यनेन न केवलं गुणः स्वीकृतः अपि तु क्रिया अपि तस्मिन् अन्तर्भूतः भवति अत्र केवलं गुणं नास्ति क्रिया अपि स्वीकर्तव्यम् इति सारांश किमस्ति तत्र गुणवचन इति पदेन इत्युक्ते वस्तु गुणा इस् दे अण्ड् क्रिया इस् आल्सो केन् बि इन्क्लूडेड् इन् दट् इति द्रव्ये गुणं दृश्यते क्रियाया कारणेन तत् गुणवच तस्य विशेषणं भूत्वा गुणवचनम् इति उक्तुं शक्यते दट् इस् ड्यू टु एन् एक्षन् ए क्वालिटि इस् इम्पार्टेण्ट् आन् ए द्रव्य vastu is then called that quality attributed to an action on an object then that object will get a visheshana because of that action okay. so सो गुणवचन इति सति यस्य गुणः तस्य अट्रिब्यूट् तस्य क्रिया च क्रिया वैविच् तत् गुण इस् अट्रिब्यूट् आम् ऐ रैट् रैट् रैट् तत् कृतेन गुणवचनेन इत्युक्ते क्रियाकारणेन गुणं भवति द्रव्ये इति कृत्वा तत् कृतेन गुणवचनेन इति सम्पूर्ण अर्थं भवति कश्चित् गुणवचनशब्दः अस्ति तत् कृतेन तृतीयान्तं पदम् अस्ति तत् कारणं भवति क्रियाया तत् क्रिया कुर्यते चेत् गुणस्य नाम द्रव्ये भवति तदनन्तरं तद्द्रव्यं गुणवचनशब्दः भवति केन कृतम् इति पृच्छ्यते सति तृतीयान्तपदस्य यदर्थं बोधयति तेन कृतेन गुणवचनं द्रव्ये भूत्वा तत् कृतार्थेन गुणवचनम् इति अर्थं शङ्कुलया खण्डः इट् इस् नेचर् आफ् नैफ् टु कट् इट् सो द एक्शन् आफ् कटिङ्ग् इट् सेल्फ् ब्रिङ्ग्स् अ गुण आल्सो पश्यतु अङ्गुलखण्डः विशेषणमस्ति देवदत्तस्य देवदत्तस्य अत्र द्रव्यमस्ति शङ्गुलकारणमस्ति शङ्गुलेन देवदत्तस्य कोऽपि अवयवः देहे शङ्कुला पतति चेत् शङ्कुल देवदत्त खण्डा भवति शङ्गुलया खण्डा इति रैट् देर्फोर् देवदत्त ईस् द द्रव्यं बट् खण्डा ईस् द विशेषणं फोर् देवदत्त बिकास् ही हेस् अ वूण्ड् आन् द बाडी ड्यू विच् इस् क्रियेटेड् विन् नै सो देवदत्तस्य विशेषणं भवति शङ्गुलाखण्ड देवदत्त देट् देवदत्त ओन् हूस् बाडी शङ्कुलया खण्डः इति चेत् देवदत्तः वर्कड् बै शङ्कुला इति यस् सो देवदत्त गेट्स् ए क्वालिटि दट् ही हेस् ए नैफ् मार्क् आन् हिस् बाडि सो ही इस् काल्ड् खण्डः देवदत्त गुणवचनं खण्डस्य गुणवचनं बट् दट् गुणवचन इस् हेपन् ड्यू टु वाट् बिकास् आफ् शङ्कुला शङ्कुलय फोर् दट् गुणवचन खण्डशब्द विचिक्तान्तपदम् विद् तृतीयान्तं शङ्कुलया इति समस्यते एवं शङ्कुलखण्ड शङ्कुलाखण्ड इति समस्तपदं निष्पन्नं भवति तद् देवदत्तस्य विशेषणमपि भवति शङ्कुलाखण्डः देवदत्तः शङ्कुलाखण्डः देर्फो शङ्कुलाखण्डः देवदत्तः शङ्कुलया खण्डः आम् Okay, thank you, now I understand. Right. See, अधुना शङ्कुलया इति तृतीयान्तपदस्य खण्डः इति गुणवचनशब्दनेन सह समासः भवति दट् इस् अ मेन् इम्पार्टेण्ट् पार्ट् शङ्कुला इस् अ तृतीयान्तपदं खण्डः इस् द गुणवचनं ड्यू टु शङ्कुला इत्सेल्फ् देर्फोर् सामर्थ्यं भवति बिट्वीन् शङ्कुल एण्ड् खण्ड कर्तृवाचकं तत् कृतार्थेन इत्युक्ते शङ्कुलया कृतेन गुणं खण्डः इति आधारीकृत्य शङ्कुलाया खण्डः इति समासं कर्तुं शक्यते. शङ्कुलाखण्डः इति समासं शक्यते. शङ्कुलाखण्डः देवदत्तः, शङ्कुलया खण्डः, खण्डः इति गुणवचन शब्दम् आफ् शङ्कुला. आम् गुणवचनशब्दः इस् खण्ड. ओके ओके ओके. बिकास् इट् हेस् अ नेचर् आफ् नेचर् टु डू दट् No, khanda is an effect because of the knife. Yeah, that is right, but only knife can cut, no? Nothing else can cut. So that is a gunavachana shabda. No, if it is not made out of the knife and he got a cut on his body due to some accident, there also devadatta, khanda devadatta will be there, but it is not shankulaya khanda. Right, you are right, you are. Thank you. Okay. Then next one, Kirina, Kirina Kana. Okay, Kirina Kana ha, Kiri Kana ha, because of your bore, she was blinded. So here, Kirina is the, Kana, Kirina Kana ha is here today, the person is become blind by bore. So, Kirina is Tritiya Vachaka Shabdah, then Kanaha... Tritiyanta Vachaka. Oh, sorry, Tritiyanta, that's important. Tritiyanta Vachaka Shabdah, so Kirina, then Kanaha is the adjective for the person. Who are blinded? Pangena Kalushaha. Pankena Kalushaha means that is, it became dirty by flesh. So, Panka... Panka Kalushaha. Okay. Then Kusumena Surabhi. The smell is because of the Pushpa. So, that Pushpa smell is everywhere. Right. Then Vanena, Vanena Vedyaha. Yes, Vanena Vedyaha. Yeah, here again, see, there Shankulya Kandha, here Vanena Kandha, you are right. So, some other reason also, you could have been to become wounded. Right. Vanena Vedyaha, he was wounded by Vana. The person was wounded by Vana. So, Vanena Sitriyanta Shabdaha. Then, Vedyaha is the... the subjection to the person. So that shows the gunavachana shabda of vana. Shashtama udaharana. Saptama? Shashtama. Shashtama. Okay. Nishwasena andaha adarshaha. Nishwasena. That is Tritiyanta, Tritiyanta Shabdha. Andaha iti Tantapatam. Okay. Andaha iti? Yeah, okay, okay. You understood what is the example here? I didn't understand this properly. Vishwasena andaha means... You have a mirror, and when you do a breathing out, paper moisture from the nishwasa cloud the darpana. Yes, yes. So you have become blind. You have become blind not in the sense of you have lost your eye. You have lost your vision to see your own face because of the vapor in the mirror. Okay, okay. So nishwasena. आदर्शः दर्पणम्. सो बिकास् आफ् द एक्सलेशन् द मोयिश्चर् आन् द दर्पण नाट् एबल् टु सी हियर् निश्वासेन तृतीयान्तपदम् अण्डन् अन्धः इति अड्जस्टि फार् आदर्शः. सो आदर्शः अन्धः विश्वासेन. तत्र अक्ष्णः काणः इति तृतीयान्तसमासः तृतीयतत्पुरुषसमासः न भवितुम् अर्हति. केन कारणेन? It is not because he was blind, blind in the eyes, that's all. So it is not the cause, you know. Right. That is a usage in the Laukika usage, either Akshnaha Kana. He is blind by eye. Means one eye. Akshnaha Kana. So one eye only he can see. No, he can be blind by both the eyes also. No? One eye. Yes. But it is not cause. Tat kritartena nasti iti kritva tridiyantar badan na bhavati. By birth or something like that. Right. It can be by birth or right? Right. Now, the second aspect of tat kritartena. Yes, Vahini, prachasu. क्षम्यता महोदय, तत्र निःश्वासेन अन्धः आदर्शः, तत्र निःश्वासेन तु तत्र इति कारणात् अन्धः जायते, किन्तु आदर्श तु द्रव्य नास्ति तत्र न महोदय, इत्युक्ते एड्जेक्टिव् नाट् टु आदर्श आदर्श अन्धः भवति, मिरर् बिकम्स् नान् रिफ्लेक्टिव्. The quality is superimposed on the mirror. But this is an adjective, visheshyam tu adarsha nasti na mahodaya. Dravyam asti adarsha, adarshe andattvam adhayate nishvasena. Adarsham, adarsha that cannot reflect anymore. That is caused by the nishwasa, the vapor from the nishwasa. Oh, I see. So it is an adjective of adarsha only. Yeah, the adarsha becomes mirror. Blinded mirror, so blinded due to the vapor of the nishwasa. Astu, astu. It's not the person who is looking who is blinded, the mirror. No. He is not the blind. The mirror has become non-reflective. अस्तु अस्तु अस्तु, ओके, धन्यवादः महोदय. तत् कृतार्थेन तत्र तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते. सो द सिमिलर् वर्ड्स् अर्थशब्दस्य बहवः अर्थाः सन्ति. प्रकृतसूत्रे अर्थशब्दस्य धनम् ओम् इति अर्थः स्वीकृतः. ओ अत्र अर्थम् इस् धनम् वाट् इस् इट् इस् नाट् करेक्ट्. तृतीया तत्कृतार्थेन दट् इस् अर्थ अर्थम् अत्र धनमिति मीनिङ्ग् आगच्छति. सो धान्येन अर्थः हि इस् रिच् बै बिकास् आफ़् द धान्य. So, Dhanyena Kriyantapanam and then Artaha means wealth. Right. Vidyaya Artaha, same thing. Vidyaya Kriya, Artaha is rich, rich by Vidya. Punyena Artaha, Hiranyena Artaha, Phalena Artaha, then Grihena Artaha, Grihe, it should be Na, no, not Na, it is Na. Grihena. It should be na, no? No. Grihena. Okay. Dhanena artaha, then shauryena artaha. Mahodaya, grihena artaha, artha kema, artha kema agachati. No, because he is here, because Kopi manushya ha? एक एकस्य अधिक गृहम् अस्ति. यदि न गृहम् अस्ति तस्य कृते गृहं क्रीणाति. अनेकानि गृहाणि सन्ति तस्मादेव अनेकानि यदि एकमेव गृहं नास्ति तस्य कृते एकगृहमपि गृहार्थं भवति न? यदि कोऽपि मनुष्यः अस्ति तस्य गृहमेव नास्ति, तत् गृहं क्रीणाति चेत् गृहेण अर्था भवति, गृहेण सम्पन्ना भवति न? अत्र अर्थशब्दं धनं सूचयति. धनेन अर्थ धनार्थ, चौर्येण अर्थ चौर्यार्थ. तृतीयान्तस्य सुबन्धस्य पूर्वसदृशसम ऊनार्थकलहनिपुणमिश्रश्लक्ष्णैः इत्येह सह तृतीयान्तपुरुषसमासं भवति. अग्रिमसूत्रं तद्वद् वेरि सिम्पल्. तृतीयान्तस्य सुबन्तस्य पूर्वसदृशसम ऊनार्थ कलह निपुण मिश्र लक्ष्ण मिश्रलक्ष्णैः सुभिः सह विभाषा तत्पुरुषकसमासः. तत्पुरुषसमासः इस् डन् वित् वेन् तृतीयान्तं सुबन्तं पूर्वसदृश इत्यादि शब्देन सह समस्यते इति वा? आम्, तत्र विशेषता किम् अस्ति? ऊनार्थतयोः सम्बन्धः कः? गिविङ्ग् द सेम् मीनिङ्ग् न सदृश सम ऊनार्थ इति पदं सूत्रे अस्ति, तस्य विशेषता किम्? अन्यपदानि अपि विचवर् हेव् ऊनार्थ. आम्, तदेव समानार्थकस्य समानार्थकं सूचयति. अत्रैव सदृशसमानार्थः एव न? आम्, तत्र रैट् बट् ऊनार्थ इति पदं किं सूचयति इति कृत्वा ऊन पदस्य समानवाचिनाम् अपि बोधकं भवेत्. सदृशसमापदम् ई सेयिङ्ग् दट् ऊनार्थ इति सूत्रे दत्तं किमर्थम् इति कृत्वा सिमिलर् वर्ड्स् टु ऊना शुड् बि आल्सो टेकन् इन् टु अकौण्ट्. Una means una littleness, right? So other words are indicating of lesser. Una artas bhodakam bhavati chet tesham api samasam bhavitum arhati. Okay, so that means sadrisa sama and then una and similar to the meaning of una, words similar to the meaning of una kalaha nipuna mishra lakshana इति शब्दाः समासितुं शक्यते. उत्तराकीदर एकशब्दैश्चान्तरपदादि युक्ते इति सूत्रेण पञ्चमी विभक्तिः स्यात्. तत् विशेषणमस्ति. अन्यादर अन्यारादीतर दिक्शब्द अञ्जु उत्तरपद अजा इत्युक्ते अजाति युक्ते एतेषां पदानां समाहारः अस्ति, तेषां युक्ते अपि पञ्चमी विभक्ति अस्ति, परन्तु पूर्वसदृशसमोनार्थकलह मिश्रणैः इत्येन तृतीयान्तपदं पूर्वपदं समासम् इत्युक्ते तृतीया विभक्ति भवति. पूर्वम् इति दिग्वाजिशब्दमस्ति. तत् दिग्वाजिशब्दं यदि अन्यारादीतर तत् तत्र अञ्चु इति दिग्वाजशब्दमस्ति उत्तर. एतानां पदानां पूर्वं योजयते चेत् पञ्चमी विभक्ति भवति, चेत् तृतीया विभक्ति भवति. सो ओन्लि फार् द पूर्वपदं पूर्वम् इति पदं दिग्वाजिशब्दं. तत्र पञ्चमी no only if it is anya radidara idara only if it is dik shabda is purva purva iti padam dik shabdam suchayati chet panchami panchami panchami not tritiya or both no not both dik suchayati chet na panchami na bhagavati. दिग्वाजि शब्दम् अस्ति चेत् पञ्चमी भवति, नो चेत् तृतीया भवति. ओन्लि फार् द पूर्व पूर्वपदं दिग्वाजि शब्दं सूचयति चेत् पञ्चमी अन्य अन्य अर्थः अस्ति चेत् तृतीया अन्यस्थले तृतीया विभक्ति अस्ति. तत्तु पूर्वपरा पूर्वपरा अस्ति न तत् कारणात् कालवाचिना अस्ति मासेन कालवचनशब्दमस्ति, दिग्वाजि नास्ति. मात्रा सदृशः सदृशः इति वदनेन नाट् ईक्वल् सिमिलर् आम् सादृश्यं सूचयति. ऊनार्थः ऊनम् इति शब्दस्य न्यूनम् इति अर्थः न्यूनम् इत्यस्मिन् अर्थे यानि पदानि सन्ति तेषां सर्वेषां ग्रहणं. सो न्यूनार्थस्य सर्वेषां पदानां योजयति योक्तुं शक्यते. पादेन ऊनः पादोनः माषेण विकलं माषविकलं. सो विकलम् आल्सो मीनिङ्ग् ऊनः. सो ऊनम् इति शब्दः उक्तः तेन सह प्रयुक्तानां समानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते. अवरस्य उपसंख्यानाम् इति वार्तिकार्थः तृतीयान्तं समर्थं सुबन्तम् अवर कनिष्ठः अश्रेष्ठः जूनियर् इति सुबन्तेन सह समस्यते. वाचा कलकः ओ सो गुणार्थः अत्र ऊनशब्दस्य समानार्थं वार्तिकमपि सूचयति. तत्कारणेन अवर इति पदमपि ऊनार्थं सूचयति इति दत्तमस्ति वार्तिके. सो ज्येष्ठः रैट् and ashreshtha, one who is not shreshta or junior. That the meaning is junior. So unartha ityukte, here we have to say take only unartha samana shabda like una, vikalam, etc. But it also means avara, avarartham shabdam kletha kanishtha ashreshtha ityadi namapi grahanam bhavet. Atra ashreshtha also means the same thing, the junior. Ashreshtha is under, I mean junior. Shreshtha means superior. Ashreshtha means not inferior, in the sense junior. Okay. Kalaha. वाक् उपयुज्य कलहं क्रियते यः सः वाक् कलहः. कथम् आगच्छति वा वाङ् कथम् आगच्छति भगिनि? वाङ् कथम् आगच्छति निपुणः कथम् आगच्छति? चोकुः इति अत्र वाक् इति वाक् इत्यस्य अन्तिम पञ्चमवर्णः सुदत्कं वाङ् का गच्छति का का परे सा निपुणः न अस्ति न तत् कारणात् वाक् तु नकारः आगच्छति. गुडेन मिश्रः गुडमिश्रः दट् इस् दिस् मिक्स् वित् गुड गुडमिश्रः गुडेन मिश्रः गुडमिश्रः मिश्रग्रहग्रहणे स उपसर्गस्यापि ग्रहणम् वार्तिकेन वार्तिकबलेन मिश्रं चा अनुपसर्गसन्धौ इत्यत्र अनुपसर्गग्रहणादिति वार्तिकम् इति वार्तिकबलेन मिश्र इति उपसर्गयोज्य मिश्रमपि समासं कर्तुं शक्यते इति सम्मिश्रः तम् इति उपसर्गयोजनेन सम्मिश्रः भवति न द्वयोः पासिबल् आचरान् श्लक्ष्णः सिन्सियर् और् जेन्टल् शम्ला भगिनी वदति वा? धन्यवादः भगिनी. मम भगिनी कर्तृकरणे कृता बहुलं सूत्रस्य अर्थं शर्मला भगिनी नो चेत् गीताञ्जलि भगिनी वदति वा? पुष्पा भगिनी वदति वा कर्तृकरणे कृता बहुलं? आम् महोदय. कर्तृकरणे कृताबहुलं कर्तृकरणे च या तृतीया तदन्तं कृदन्तेन सह बहुलं समस्यते तत्पुरुषश्च समासः भवति. अनुवृत्तिसहितसूत्रं कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं तत्पुरुषः समासः. कर्तृकरणे एतद् कर्तरी करणे च एतद् तृतीया विभक्ति तद् अन्तं कृदन्तेन सह बहुलं समस्यते इति कर्तृकरणे तृतीया किं सूचयति? कर्त कर्तरि करणे च या तृतीया. सम्यक्. बहुलम् इति शब्दस्य व्याकरणे लक्षणम् एवं भवति, एवम् अस्ति. क्वचित् प्रवृत्तिः, क्वचित् प्रवृत्तिः, क्वचित् विभाषा, क्वचित् क्वचित् अन्यत् एव, विधेर्विधानं बहुधा, समीक्ष्य चतुर्विधं, बहुलकं वदन्ति, बाहुलकं बाहुलकं वदन्ति. अत्र अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थः स्वीक्रियते. प्रकृतसूत्रे बहुलग्रहणात् तवतु शत्रु शानच् इत्यादीनां कृदन्तानां योगे तु समासः न भवति. बहुलम् इति शब्दस्य प्रयोगेण सूत्रे कृत् इति शब्देन केवलं तप्रत्ययस्य एव ग्रहणं भवति. अतः केवलं तप्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते. यथा कर्तृते तृतीया, रामेण हतः, रामहतः. न, तत्र बहुल बहुल बहुलस्य श्लोकम् अस्ति न, अर्थं वदतु. हा, बहुलस्य क्वचित् प्रवृत्तिः, क्वचित् क्वचित् अप्रवृत्तिः, क्वचित् विभाषा, क्वचित् अन्यत् एव, क्षम्यतां, विधेः विधानम् इति वदनेन विधिः अस्ति इति, ईकारः अस्ति, तत्तु विधेः वदनेन तत्र सप्तमी अस्ति. विधेः विधानं षष्ठी अस्ति न, विधेः इति षष्ठी. विधेः विधानं बहुधा, बहुधा बहुधा विधानं बहु भवति. विधि विधि विधेः विधेः विधानं भवति. विधि यद् विधीयते तेषां बहुधा विधानं भवति. कानिचन कानिचन बहुधा विधानं भवति. क्वचित् प्रवृत्ति भवति, क्वचित् अप्रवृत्ति भवति, क्वचित् विभाषा भवति, अन्यत् अन्यत् किमपि एव भवति. समीक्षा चतुर्विधं बाहुलकं न, तत्र तत् अस्मिन् सूत्रस्य प्रसक्ति. किन्तु बहुलम् इति बाहुलकं किं सूचयति इति चिन्तयति चेत् विधेर्विधानं बहुधा भवति. कानिचित् कुत्रचित् स्थाने प्रवृत्ति भवति, कुत्रचित् प्रवृत्ति निवारयति, कुत्रचित् विकल्पं भवति, कुत्रचित् अन्यत् किमपि कार्यं कर्तुं शक्यते. एतेषां चत्वारि पृथक् प्रभेदाः बाहुलकस्य विधेः विधानं भवति. अस्तु महोदय. गीताञ्जलिभगिनी अवगतं वा? अवगतं वा भगिनि? आं भगिनि, आं भगिनि, आं महोदय. इत्युक्ते सामान्यतया तु बहुलम् अन्यतरस्याम् इति वयं जानीमः, किन्तु अत्र तु बहुविध अर्थाः सन्ति. तत्र क्वचित् प्रवृत्ति, अप्रवृत्ति, विभाषा अपि च अन्य एव इति महोदय. साधारणतया बहुलम् इति विकल्पमेव द्योतयति, किन्तु सर्वदा तत्र नास्ति. यदि सूत्रे बहुलम् इति दृश्यते चेत् साधारणतया विकल्पम् इति सूचयित्वा स्वीकृत्य अहं वयं कार्यं कर्तुं शक्यते, किन्तु सर्वत्र तत्र नास्ति. कत्र कुत्रचित् तत्र प्रवृत्ति निवारयति, कुत्रचित् प्रवृत्ति द्योतयति, कुत्रचित् यथा सर्वदा विकल्प इति न भवति, कुत्रचित् अन्यकार्यमपि भवितुम् अर्हति इति बाहुलकस्य अर्थं वदति सूत्रकारस्य वाक्यकारस्य विशेषणं वाक्ये पतञ्जलि सूचयति. किन्तु अत्र प्रवृत्त प्रस्तुतसूत्रे केवलं विभाषा इति विकल्पमर्थमेव स्वीक्रियते. एवं स्वीकृत्य किं वदति, यदि कृत् इति सूत्रे दत्तमस्ति चेदपि ता तव तु शानचित्येतानाम् अपि योगे समासः कर्तुं शक्यते, किन्तु तस्य निवारणं भवति केवलं ता प्रत्यय कृत् प्रत्ययस्य एव योजनं भवति. तत्तु कृत् प्रत्यये एवलं कृत् प्रत्ययस्य ता प्रत्ययस्य एवं कार्यं करोति. What's it, Mr. Bini? Some noise coming from your place? Yeah, I'll go into settings and change it next time. But I actually have not been with this practice or... Oh, yeah. But kartre, kartrartre triviya. See, kartra krit karane iti padadvayamati. कर्ता एवं करणम् उभयोः तृतीयान्तपदं कृत् प्रत्ययेन योजनेन कृत्तत्कृतार्थे कृत्करणे कृता इति समासं भवितुम् अर्हति इति सूत्रं भवति. इति कारणेन कर्तृकरणे पदस्य विभजनं कृत्वा कर्त्रार्थे यदि तृतीयान्तं भवति तस्य उदाहरणमस्ति रामेण हतः. हतः इति कृतन्तमस्ति ता प्रत्ययान्तम्. त्रतरामेण इति कर्त्रार्थे तृतीया कृत्वा तृतीयान्तशब्दं कर्तरं कर्ता सूचयति कृत्वा रामेण हरिणा अहिना अन्यैः परेण प्रज्ञया परैः विद्यया एतानि कर्त्रार्थ तृतीयान्तपदं. हतः त्राता हतः पुष्टा मृता हीना मृता हरि रहिता एतानां कृतन्तप्रदेन समसनं कृत्वा रामहतः हरिप्राता अहिहतः अन्यपुष्टा परभृता प्रज्ञाहीना परभृता एवं विद्यारहितः एतानाम् उदाहरणमस्ति. तदनन्तरं कर्त्रार्थे करणार्थे तृतीया भवति चेत् करणं भवति करणं करणशब्दमस्ति तृतीयान्तम् अस्ति चेत् तस्य कारणं भवति कृता कृत् पदस्य उत्पन्नस्य कारणं भवति तत् करणस्य इति कृत्वा बाणेन हतः तत्र बाणम् इति करणार्थमस्ति. बाणेन इति तृतीयान्तपदं तदपि हतः इति त्यान्तपदेन योजयित्वा बाणहतः इति भवति. यदा रामहतः रामहतः इति कर्तर्थः भवति. बाणेन हतः इति कर्तर्थः रामेण हतः रावणः रामेण हतः इति चेत् अद् कर्मणि प्रयोगमपि अत्र भवितुं शक्यते न? आम्, किन्तु अत्र कर्मणि प्रयोग कर्तरिप्रयोग भाविप्रयोगस्य उल्लेखनमेव नास्ति. केवलं तृतीया सप्तपुरुषसमासः तान्तपदेन समस्यते. तस्य पूर्वपदं भवति कर्तृ कर्तृपदस्य तृतीयान्तम् अथवा कर्णपदस्य तृतीयान्तम् अस्ति चेदेव तत्र रामेण हतः राम इति कर्तवस्ति कृत्वा रामेण हतः भवति रामहतः. रामहतः बाली बाणहतः बाली रामस्य बाणेन हतः बाली बाणेन हतः इति रामस्य बाणहतः इति बालीन विशेषम् अस्ति. अवगतं वा भगिनि? नखै भिन्नः परशुना छिन्नः परशुछिन्नः दात्रेण लूनः दात्रलूनः नखै निर्भिन्नः नखनिर्भिन्नः इति. तत्र भिन्नः इति कृतान्तपदं निर्भिन्न निर्भेदः तयो विशेषणमस्ति कृत्वा उदाहरणमस्ति. तत् गीताञ्जलि भगिनी पठति वा? हृत्हरणे गतिकारकपूर्व्य पूर्वस्यापि ग्रहणम् कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् नखैर्निभिन्नः नखनिर्भिन्नः नखैः निर्भिन्नः इति विपरीतार्थकः अस्ति महोदय. नखभिन्नः इति पदस्य विपरीतार्थकः वा? नखै इति तृतीयन्तं पदमस्ति. आम्, किन्तु तत्र निभिन्नः निर्भिन्नः तत्र सङ्गणदोषमस्ति भगिनि. ओ अस्तु अस्तु. निर्भिन्नः निर्भिन्न निर् इति गतिवाचकशब्द निर् इति गतिकारकपूर्वं गति गतिकारकं गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति. अस्तु, अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते. तत्र नखैः निर्भिन्नः. अस्तु, नखैः तु तृतीया अस्ति, निर्भिन्नः इति सूत्रे किमर्थं दत्ति? सूत्रे किं दत्तमस्ति? कृता इति दत्तमस्ति न? कृत् पदमस्ति चेत् कृत् ग्रहणे गतिकार गतिकारकपूर्वस्यापि ग्रहणम् इति गतिकारकम् अस्ति. निर् इति निपादमस्ति न, प्रादेः तत् कृतात् कृत्पदस्य पूर्वम् उपसर्गम् इति क्रियापयोजनेन भवति. प्रादेः च प्रादयः इति निपादमस्ति, निपातशब्दमस्ति. भिन्नः इति क्तान्तपदस्य पूर्वं प्रादयस्य कोऽपि पदं भवति, तत् गतिकारकपूर्वस्य निर् इति शब्देन भवति इति निपातनं कृत्वा निर्योगः भिन्नः इति क्तापदेन निर्भिन्नः इति अपि ग्रहणं भवेत् इति वार्तिकं वदति. दट् इस् भिन्नः इति क्ताप्रत्यय, इट् इस् नाट् अ क्रियापदम्. Nir, if it is with a kriya, then it is an upasarga. But here, ta pratyaya, tantam is not a kriya padam. Therefore, nir iti purva padam, purva, you know, purvam upapadam yad asti, tat nipatanam, nipatanam, nipatam bhavati. Pradayaha, chadayaha, pradayaha, eva nipatanam, nipatanam asti krutva. Nir iti योजनेन निर्भिन्नः इति सम्पूर्णपदं भवति, तस्यापि ग्रहणं भवेत् इति वार्तिकं वदति. तत् निर् इति किं सूचयति इति वाक्यं किं वदति? कृत् ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवेत् इति. गतिकारकम् अस्ति निर् इति केवलं कृत् अस्ति, गतिकारकं योजयित्वा अपि तस्य ग्रहणं भवेत् इति सूत्रं वार्तिककार्यं भवति इति कृत्वा नखैर्भिन्नः, नखैर्भिन्नः इति सूत्रस्य नखैर्निर्भिन्नस्य अपि ग्रहणं भवेत् इति सूत्रम् इति वार्तिकं वदति. दट् इस् इफ् इट् इस् नखैर्भिन्नः देन् इट् इस् कर्तृकरणे कृता बहुलम् इति सूत्रस्य सीध स्ट्रैट् अवे यु आर् अप्लायिङ्ग् इट्. बट् नखै निर्भिन्न तत्र निर् इति गतिकारपूर्व स्थान्तं भिन्नस्य योजनेन निर्भिन्नः इति नूतनस्थान्तं भवति. तत्र नखैः इति तृतीयान्तं निर्भिन्नयोजनेन यु गेट् न्यू समास विच् इस् काल्ड् नखै निर्भिन्नः. किन्तु तत्र अर्थः भिन्नः नास्ति न महोदय, समानार्थकः एव. समानार्थः एव, किन्तु गतिकारकपूर्वम् अस्ति. अत्र तृतीयान्तं नखैः तृतीयान्तफलम् एव अस्ति समासमपि, नखैः तत्र देयर् आर् टू थिङ्ग्स्, नखभिन्न नखैर्भिन्नः वन् वर्ड् तृतीयान्तपदम् एव पूर्वपदं भवति कृत्वा नखैर्भिन्नः अथवा नखैर्निर्भिन्नः उभयत्र तृतीया सत्पुरुषसमासः एव भवति इति वार्तिकबलेन भवति. अदर्वैस् वार्तिकं नास्ति चेत् निर्भिन्नः इति उत्तरपदं तृतीयान्तपदेन योजयितुं न शक्यते, व्यस्तप्रयोगमेव भवितुमर्हति. किन्तु कृत्करणे गतिकारकपूर्वस्यापि ग्रहणम् इति वार्तिकस्य बलेन तत्र समासं कर्तुं शक्यते, कर्तृकरणे कृता बहुलम् इति सूत्रस्य अन्तर्गतत्वात्. कर्तारं करणं च विहाय अन्यकारकाणि अपि कृदन्तेन सह समस्यन्ते. प्रकृतसूत्रे बहुलग्रहणात् तृतीयान्तेन सह यः समासः इष्टः सः अन्यविभक्त्यन्तपदेन सह अपि सम्भवति, यदा पादाभ्यां ह्रियते पादहारकः पादत्र. पादाभ्याम् इति पञ्चमान्तम् अस्ति, तृतीयान्तं नास्ति. दिस् इस् वै बहुलग्रहणात् अन्यदेव, देर् इस् कुत्रचित् अन्यदेव ईस् आल्सो मेन्शन्ड् इन् द बहुलविशेषणं. सो वाट् डस् बहुल सेक् अन्यदेव मीन्स् अन्य अदर् देन् द तृतीय आल्सो केन् हेपन् ईस् द रीसन् वै द बहुलग्रहणात्. So therefore, instead of tritiyantam, here we have a panjamyantam, padabhyam. Kriyate iti harakaha, harakaha iti kandapadamatti. So, padabhyam kriyate yaha sa pataharakaha. Pataharakaha padatra, padatram is padaraksha, is a footwear. So padaharakaha is a samasa padam, one who steals the footwear is the meaning. Tatra panjamyantam subantam tantapadena samasanam kritva padaharakaha iti sadhu bahulat grahanat iti. This is what it is, we have to remember it. अवगतं वा उमा भगिनि? अत्र एवमेव गले चोप्यते इति गलचोपकः इति, इत्यत्र गले इति सप्तम्यन्तं पदम् अपि अस्ति. तत्र तृतीयान्तमस्ति, पञ्चम्यन्तम् अस्ति, सप्तम्यन्तम् अस्ति अपि. गले चोपकः इति गलचोप गलचोपकः. पूर्वपदस्य विभक्तेः अलुक् भवति अमूर्धमस्तकात् स्वङ्गाद् अकामे इति सूत्रेण पूर्वपदस्य अलुक् भवति किं कुत्र कुत्र अमूर्धमस्तकात् स्वाङ्गात् कामे इति सूत्रेण स्व अङ्गात् फ्रम् वन्स् ओन् बाडि कामे इष्टार्थे मस्तकात् अमूर्धमस्तक अमूर्धं मस्तकात् इति पञ्चम्यन्तं पदमस्ति तत्र अर्थात् मूर्धा मस्तकम् इति पदद्वयं विहाय स्वाङ्गवाचकात् उत्तरपदस्य सप्तमी विभक्तेः अलुक् भवति कामा इति उत्तरपदं न स्यात् तो अकामे इति कामपदस्य वर्जनं द्योतयति सो अकाम इफ् इट् इस् नाट् काम कामार्थं सूचयति and other than the murdha mastaka a murdha mastaka ditte na murdha na mastaka if leaving these two murdha and mastaka kopi swa angad and that too akamarte uttarapadam kamam nasti chet saptami vibhakti bhavati iti sutram vadati iti krutva gale chopakah gala is not neither the murdha nor the mastaka it is just below that so saptami bhavati tatra and it is not kame kam uttarapadam kama nasti chopakah asti iti krutva gale chopakah in that usage the saptamyantam padam saptamyantam vibhakti pratyayah gala iti padasya saptami gale iti luk na bhavati krutva gale chopakah iti samasta padam bhavati स्वाङ्गं नाम स्वस्य अङ्गम् इत्यर्थे खण्डे कालः खण्डे कालः कष्टे कण्ठे कण्ठ मीन्स् गला गले अगेन् कण्ठ बोत् आर् द सेम् इन् बोत् द प्लेसस् वाट् हेपन्स् वि आर् नाट् हेविङ्ग् वि विल् यूस् सप्तमी अण्ड् सप्तमी विभक्ति न लुप्यते ओके we will do the revision katham janimah saptami samichinam va panchami samichinam va katham janimah itukte yatha granthe dattam tadeva vayam pathamaschet granthe yuktam tatra tat loke yat vyavaharam drishyate tadansar krutya eva paninina samasti na अस्तु महोदय अस्तु सो वि विल् स्टाप् हियर् टुडे एण्ड् विल् कण्टिन्यू द रिविशन् इन् द नेक्स्ट् क्लास् आल्सो सो लेट् विद्या भगिनी प्रोसीड् स्लैट्लि आन् द सप्तम्यन्तं सप्तमि तत्पुरुष सो दट् रिविशन् नेचुरल् आल् आफ़् अस् फर्गेट् even I have forgotten many of the things. I have not even understood properly. That is another thing. So this revision helps us. Yeah, really helps. Thank you, Sharmila ji. Dhanyavada, Mahodaya. Dhanyavada. Namaste. Dhanyavada.